नमस्कारः. लिङ्लुबन्धधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति करपत्रम् अधुना अस्माभिः परिशील्यते. तर्हि अत्र तु वयं रूप अत्र अभ्यासं वयं कुर्वन्तः स्मः, यत्र किम् अस्ति हलन्तधातूनां विषये अस्मिन् अभ्यासं कुर्वन्तः स्मः. ककारान्तलिक् तेतिक् इति धातोः रूपाणि वयं गते सप्ताहे साधितवन्तः. ककारान्तानाम् अपि उदाहरणार्थं अलि लिख् इति स्वीकृत्य कृतवन्तः. अद्य तु गकारान्तधातुः इति धातवः इति कृत्वा तिग् इति धातोः यङ्लुगन्तरूपं साधयामः. सरला भगिनी आरब्धुम् इच्छति वा? तिग् इति अस्ति अलन्त उपधायाम् इगन्तधातु, उपधायाम् इगन्तम् अस्ति, अतः तिग् इति संज्ञो अनेन तदनन्तरं हलादिशेषणे गकारस्य रूपं भवति. सो इति तिग् भवति, यङ् लुको अनेन ते तिग् इति रूपम् आगच्छति. तो लटि ते तिग् इति यदि अस्ति तत्र पुगन्तलघुपदस्य अनेन ते तेग् भवति. ते तेग् तदनन्तरं खरि च अनेन ककारस्य ककार ते तिक्ति. इति तदनाभ्यश्च च पिति सार्वधातुके अनेन गुणनिषेध. सो तत्र केवलं वर्णमिलनं भवति, ते तिग्गीति इति आगच्छति. तदनन्तरं ते तिग् योगः तः, अत्रापि कित्वात् अपित्वात् कितिङ् इति अनेन गुणनिषेधः. सो केवलं ते तिग् योगः तः केवलं सन्धिकार्यं भवति. सो ते तिक्तः इति भवति, ककारः भवति, चत्वं खरि च अनेन अति अत्र अस्ति. तत्र भवति केवलं वर्णमिलनं गुणनिषेध. ते तिगति इति भवति, ते तिग् योगसि पुनः तत्र ते तेग् योगसि खरि च अनेन ते तिक् योगसि आदेशप्रत्ययो ते तिक्षि इति आगच्छति. ते तिग्गीषि वर्णमेलनं केवलं नाभ्यस्य च पिति अनेन गुणबाधितं भवति. ते तिक्थः केवलं खरि च, ते तिक्थ इति भवति. ते तिग् योगमि तत्र गुण गन्तलघुपदस्य अनेन अत्र मकार खरि नास्ति, अत्र केवलं गुण ते तिग् ते तेग्मि इति भवति. ते तिग्गीमि यत्र ईतमस्ति, ते तिग्वः अत्रापि खरि च कार्यं न करोति, केवलं वर्णमिलं. ते तिग्वः ते तिग्मः इति लटि भवति. लोट्लकारे ते तित्तु समानकार्यम् अत्र तु अस्ति, तु अस्ति खरि च अपि गुण. ते ते तेक्तु, ते तिगतु, ते तिगीतु. अस्तु, लोटि भगिनि. ते तिग् योगः तु अह्लादिपित् अस्ति, गुण एकवर्णस्य उपद एकवर्णस्य गुणः भवति. ते तु करिचयति सूचन ककारस्थाने ककारः आगच्छति. ते तेक् तु, ते तेक् तु. ईतु अस्ति, ईतु पित् अस्ति, पर नाभ्यस्तस्य अच्युपिति सार्वधातुके सूत्रेण गुणनिषेधः भवति. ते तिगीतु तात् अपित् अस्ति, कित् अस्ति, गुणनिषेधः भवति. ते खरिच इति सूत्रेण गकारस्थाने ककार, ते तिक् तात्, ते तिक् ताम् अस्ति चेत् गुणनिषेधः खरिच इति सूत्रेण ककार, ते तिक् ताम्, ते तिक्तां, गुण नास्ति, ते तिक्ताम्. अतु अस्ति अजादि नाभ्यस्तस्य अचि इति सूत्रेण गुणनिष्ठः भवति, चेत्तिकत्तु ककारकरिचाप्यापि भवति. मध्यमपुरुषे ते तिग् युगः हि, अत्र हि हूज् जल्याप्यो सूत्रम् अस्ति भगिनि, आदेशः भवति न भगिनि? जल् अस्ति हूजल्याप्यो भवति, तर्हि भवति ते दिग्धि भवति. ते तिक् अधुना धि अस्ति. गकारस्य अन्यकार्यं भवति वा अत्र? स्मरामि भगिनि, सहायं करोतु. नास्ति वदतु भगिनि सरलं. न न नास्ति वा इति मम प्रश्नः अस्मि. न स्थाने किं भवति दिनानि अस्ति इदानीं खलु अस्माकं मल्सन्धिपाठः इति एव अस्ति वा भगिनि? गुणनिषेधः अस्ति. अस्तु भगिनि. तात् अस्ति, ते तिक् तात् इत्यस्मिन् तु जलान्तस्येन गकारः भवति ककारस्य पुनः वदतु भगिनि. भूजल्भ्यो हेदि अनेन हकारस्य धकारः भवति, तदनन्तरं झलाञ्च चषि अनेन ककारः पुनः ककारः एव तिष्ठति खलु? तात् अस्ति, अत्र तात् अपित् अस्ति, गुणनिषेधः खरिच, ते तिक्तात्, ते तिक्तात्, ते तिक् तमपि समानमेव, ते तिक्तं, ते तिक्त आनि अजादि कित् अस्ति आमि आवाम त्रयः नाभ्यस्तश्च अचिप् इति सूत्रेण गुणनिषेधः भवति, ते तिक् गानि गानि, ते तिक् गावः, ते तिक् अत्र तु अपित् अस्ति खलु, किन्तु अनाभ्यस्त चिप् इति तर्दात् किपि गुणनिषेधः भवति. तत् अनन्तरं केवलं वर्णमेलनमेव, तेतिगानि, तेतिगाम, तेतिगामः, तेतिगामः. अहं करोमि करवाणि वा? अन्य अस्ति भगिनि, महोदय वदतु, महोदय वक्तुमिच्छति वा महोदय लङ्लकारः? महोदय नमस्कारः. न महोदय न सम्यक् न, अन्यध्वनिः नास्ति, सम्यक् श्रूयते. अस्तु महोदय. तेतिग् इत्यस्य लङ्लकारस्य रूपाणि वदति वा महोदय? तेतिक् अडागमः अत्र अधः इत्यस्य अधः अदेतेक् अनन्तरं अपृत्त हल् अस्ति अधः हल्याभ्यो दीर्घासदृशम् अपृत्त हल् इत्यनेन तकारः लोपो भवति. अनन्तरं ले लेक् इति जलां जसन्त इत्यनेन गकारः भवति. ले लेक् वासाने इत्यनेन विकल्पेन भवति. धातुः तेक् इति द्विरूपम् अत्र अदेक् अदे तेक् इति अत्र पित्तस्ति परन्तु नाभ्यस्तुर चि इति सार्वजातिक गुणनिषेधः तेतिक् अदेतेकि इति क्षम्यताम् अदेतिः गीत् अदेतिः ताम् अदेतिः उः अत्र अत्र तु गुणं भवति खलु उः इत्यस्मिन् जुसि चेत्यनेन गुणः भवति पुनः न भवति चिन्तयामि यतो इगन्तमस्ति नास्ति किल टिक् किं किं भगिनि महोदय अत्र ईत् इत्यस्मिन् सरला भगिनी वक्ष्यति अत्र ईत् ईत् ईत् इति एकवचने अदे देग् अदे महोदय उक्तवान् ईत् इत्यस्य रूपत्वेन न उक्तवान् अदे तिकि अदे दकारणमपि ओ जलं जलं दशस्य अत्र कार्यं करोति. धन्यवादः अदे देग् अदे दि दे गीत् अदे दे गीद् इति द्विरूपम् अत्र अदे दे अदे इक्ताम् अदे तिक्कुः अनन्तरं मध्यमपुरुषे अदे देक् अदे देक् अनन्तरम् अदे तेक् द्विरूपम् अत्रापि अल्यावदीर्घात्सूचनेन अपृतवर्ण सकारः लोपः भूत्वा अनन्तरं जलाञ्जसवन्तने पदं भवति अत्र अधः अदे देग् अदे देक् अनन्तरम् अदे भगिनि क्षम्यतां भगिनि वा अवसाने सूत्रेण रूपद्वयम् आगच्छति वा जलाञ्जसवन्तेन जलाञ्जसन्ते इति प्रथमं कार्यम् अनन्तरं विकल्पेन अन्यरूपं भवति वा अवसाने इति अस्ति क्षम्यतां महोदय वदामि महोदय अदे अदे क्षम्यताम् अदे दीकिः अदे दिक्ताम् अदे दिक्त अनन्तरम् अम् अपि यदपि पितस्य अत्र आभ्यस्वराचार्वतिगुणनिषेधः अधः अदे दिक्कम् अदे दिक् व अदे दिक् म इति लङ्लकारे विधिलिङ्ग् अपि वदामि वदतु महोदय विधिलिङ्ग् अत्र ते तिक् यात् न गुणः न भवति ते तिक् यात् ते तिक् यात्तां तिक् युः ते याः ते तिक् यातं ते तिक् यात् अनन्तरं ते तिक् यां ते तिक् याव ते तिक् याम इति रूपाणि भवति. धन्यवादः महोदय. अत्र अरुणा भगिनी अग्रिमदातुः वदति वा भगिनि लट्लकार वदामि स्टिग् स्टिग् भगिनि प्रथमं धात्वादेः शः सः इति सूत्रेण मुद्दनशकार स्थाने शकारः आगच्छति तदा अत्रापि तकार तिष्ठिग् इति टेस्टिग् इति धातु टेस्टिग् योहति यत्र यत्र षकारस्य रूपं सकारं भवति तदा तु टकारस्य तकारं भवति नियमः कः केन कारणेन तथा भवति पाणिनीयाः इति कारणात् ठकार आगच्छति ततः पाणिनीयाः इति परिभाषा न जानामि भगिनि वदतु टेस्टिग् योहति अत्र जष्टतो न न सम्यक् भगिनि जष्टतो तकार ति स्थाने थकार आगच्छति दकारः भवति जलं जश् जशि इति सूत्रेण घकारस्थाने अल्पप्राण अस्ति तेष्टिग्धि इति रूपम् इति गुण न भवति नाभ्यस्तस्य इति सूत्रेण ते तिष्टिग् तिष्टिगीति टेस्टिग् योगहतः अपि अस्ति यशस्ततो सूत्रेण तकारस्थाने धि आगच्छति जशौ जशि इति सूत्रेण ककारस्थाने अल्पप्राण भवति टेस्टिग् धि किं भगिनि टेस्टिग् एव न श्रूयते भवति धकारस्य धकार बहुवचने गुणनिषेधः अजादि अपि अजादि पित्त अस्ति अपित् अस्ति ओ गुणनिषेध ते तिष्ठगति गाति तिष्ठगति गति वर्णमेलनमेव ते तिष्ठ योगः सि गुणः भवति ते तेष्टिग् सि अपि खर्वर्ण अस्ति वा खर्वर्ण ततः घकारस्थाने घकार आगतः ते तिष्ठि भवति उपदेश उपदेश तिष्ठि इति ईषि अस्ति अत्रापि गुणनिषेधः इति गुणनिषेधः ते ति षि षि तेतिगीषि खलु? ओ तेतिगीषि, आं भगिनि तेतिगीषि तेति तः अत्रापि तकारस्थाने धकार आगच्छति, गुणनिषेधः भवति एव नेस्तिग्ध मे अस्ति अत्र गुणा भवति जलां दृष्टि भवति वा तत्र न भगिनि मकार अन्नासिक तर्हि महाप्राणगकारः एव तिष्ठति ननु अत्र भगिनि धन्यवादः भगिनि. अहं लोट् वदामि वा अहमपि? अस्तु, लोट् लकारः तेष्टिग् क्षम्यतां किम् आसीत् धातुः तेष्टिग् इति अस्ति प्रथमं यदि धातु उपदेशे अवस्था मे यथा महोदय लिखितवान् अस्ति धातु आदेश इति भूत्वा स्थिग् भवति उपदेशे जनुनासिक अकारस्य भगिनि अत्र अकारः अस्ति खलु कुत्र गकारोत्तर इति अकारः अन्य प्रश्नः अस्ति यदि स्थिग् भवति यदि यङ्ग् लुक् प्रक्रिया भूत्वा ते अभ्यासकार्यं भवति तु ते आगच्छति कारण शर् पूर्व खय अनेन सकारस्य लोपः भवति तु ते गुणो यङ्ग् लुको तेष्टिग् पुनः कथं ष्टिग् इति अस्ति न तु स्थिग्ध स्थिग्ध अस्ति तत्र किं भगिनि तेष्टिग् अस्ति साधु सो अत्र अभ्यासस्य कार्यं भूत्वा ते तिष्ठति तत्र किन्तु द्वितीय यत् अभ्यासम् अस्ति तत्र स्थिग्ध न भवति किन्तु स्टिग् भवति किमर्थम् इत्युक्ते अत्र किम् अस्ति टक किम् अस्ति इस् वयं परिवर्तनं कुर्वन्तः प्रथमं कुर्वन्तः साधु स्थिग् इति भूत्वा तदनन्तरं यङ्ग् लुक् प्रक्रिया अभवत् साधु आं भगिनि तत्र ते स्थिग् शुड् नाट् न तु तेष्टिग् राय् आं भगिनि आम् आं कुतः तत्र आयाति इति अधोभागे अपि समान अस्ति शिच् इति अस्ति सिच् भवति तदनन्तरं सेशिच् इति अस्ति न तु सेशिच् अस्ति आं भगिनि चिन्तयेम भगिनि एकं विषयम् अस्तु अहं नास्मि वर्गे सो केवलं श्रुतु चिन्तयामः वयम् अस्तु अस्तु अदे ष्टकार आदेशप्रत्ययोः इति षत्वं भवति षत्वविधिः अन्य षत्वविधिः के सन्ति अत्र महोदय ते इति एकारः अस्ति अतः किं सूत्रं इन्को परे यः सकारः भवति अनन्तरं स्नास्तुः इत्यनेन टकारः भवति सकारस्य प्रभावेन टकारः ते भूत्वा तदनन्तरम् आदेशप्रत्ययो अनेन यदि सकारः भवति तकारस्य पुनश्नाष्टुः इति तकारः आगच्छति तथैव शिच् अस्तु धन्यवादः महोदय. सम्यक् न अवगतं भगिनि, पुनः वदतु किं भवति आपदे दात्वादेः सह सह सकार आगच्छति प्रथमं तदनन्तरं अत्र द्वित्वकार्यं कृत्वा वयं ते इति किम् अस्ति अभ्यास अभ्यस्त ते इति भवति षट्पूर्वकयः इति सूत्रेण सकारस्य लोपं भूत्वा ति इत्येव तिष्ठति खलु. तदनन्तरं गुणो यङ्लुकुगो इत्यनेन ति इत्यस्य ते भवति. तावत् अवगतं वा? तर्हि ते प्लस् स्तिग् इति अस्ति खलु द्वितीयभागः. अधुना एकारात् अनन्तरम् एकारः तु इन्कोः अस्ति खलु इति कृत्वा, इन्कोः वर्णः अस्ति इति कृत्वा, इन्कोः वर्णे परे अत्र शकारः अस्ति. तर्हि आदेशरूपी शकारः अस्ति, सकारः अस्ति खलु, सः सकारः इति कृत्वा तत्र सकारस्य शकारः भवति आदेश. तदनन्तरं तदनन्तरं यस्य तकारः अस्ति, यदा सकारस्य शकारः भवति ष्टुनाष्टुः इत्यनेन तकारस्य टकारः अपि भवति. धन्यवादः. अहं वदामि तेष्टिग् योगः तु इति अस्ति. अत्र तु जशस्ततोर्दोदः इत्यनेन धकारः भवति. तर्हि तेष्टिग् योगः धू भवति. अनन्तरं जलां जश्चषि इत्यनेन गकार अल्पप्राणगकारः भवति. तर्हि अनन्तरम् अत्र तु गुणकार्यं भवति. प्रथमं तु सर्वप्रथमं तु किं गुणकार्यम् आसीत्? सार्वदात् पुगतलुगुबुदस्य चेति भवति. तर्हि तेष्टेग् धु इति रूपम्. अनन्तरं द्वितीय तु नाभ्यस्य नाभ्यस्तस्य अचिप् इति सार्वधातुकरूपेण अजादि पितर् अस्ति इति कृत्वा, सार्वधातुकप्रत्ययः अस्ति इति कृत्वा, अभ्यस्तसंज्ञकस्य गुण परे अस्ति इति कृत्वा, अभ्यस्तसंज्ञकस्य तु अत्र यत्र द्वित्वं सञ्जातं तत्र तु गुणकार्यं न भवति. तर्हि तेष्टिगीतु इति रूपम्. अनन्तरं दात् इति अस्ति, पुनः जशस्ततो दुर्ह दोदः इति नकारस्य दकारः, जलाञ्जशि इति महाप्राणगकारस्य अल्पप्राणगकारः. तर्हि तेष्टिग्धात्, अत्र तेष्टिग्धात् इति अस्ति. अत्र किम् अस्ति? अत्र बष्भावः अस्ति वा? न भगिनि, आमामां मध्ये तु अकारः नास्ति. अनन्तरं तेष्टिग्धां, तेष्टिगतु, हि इत्यस्मिन् तु हूजल्भ्योर्हेदि इत्यनेन धकादि भवति. तदनन्तरं समानकार्यं ते जलाञ्जशन्ति इति. तर्हि क्षम्यतां, जलां जशि इत्यनेन अल्पप्राणककारः भवति. तेष्टिग्भि, तेष्टिग्धात्, तेष्टिग्धं, तेष्टिग्ध, अत्र आनि आवाम सर्वत्र तु नाभ्यस्य चिप् इति सार्वधातुके इत्यनेन गुणकार्यं निषिद्धम्. अत्र तु केवलं वर्णमेलनं. तेष्टिघानि, तेष्टिघाव, तेष्टिघाम इति रूपाणि. अहं करोमि. आम् अस्तु. अडागम भवति, सो अतेष्टिग् भवति, गुण भूत्वा अतेष्टेग् भवति. तदनन्तरं हल्याङ्गो हल्याङ्गो बुद्धिजात श्रुतिप्रसक्त अनेन चकारस्य लोपः भवति. पदान्ते अस्ति, इदानीं पदान्ते भूत्वा घकारस्य जलाञ्जशोन्ते अतेष्टेग् भवति जलाञ्जशोन्ते प्रथमं, तदनन्तरं वावसाने अनेन अतेष्टेक् ककार आगच्छति. यत्र ईति अस्ति तत्र तत्र ईत् अस्ति, तत्र नाभ्यसचनेन गुणबाधितं भवति. अतेष्टेघीत् अपि झलान् जशोन्ते अनेन अतेष्टे घीद् दकार भवति अतेष्टे धाम् भवति तत्र हू जल्प्यो नठु जल्प्यो इति झषस्ततो ध अनेन तकारस्य धकार आगच्छति अतेष्टिग्धाम् प्रथमं धकार भवति तदनन्तरं झलाञ्च चषि अनेन गकार आगच्छति सो अतेष्टिग्धाम् अतेष्टिघु केवलं वर्णमेलनं सकारस्य तथा प्रथमपुरुषे आगच्छति तथैव अतेष्टेग् वा अतेष्टेक् इति भवति अतेष्टे ई यत्र अस्ति तत्र अतेष्टे घीः इति भवति अतेष्टिग्धम् अधम् अतेष्टिग्ध यत्र अम् अस्ति तत्र अतेष्टेघम् अतेष्टिघ्व अतेष्टिघ्म इति भवति अत्र अम् इति अपि नाभ्यस्य चिप् इति सर्वदत्ति केवलम् अतेष्टिघम् इति भवति गुणकार्यं न भवति विधिलिङ्गि केवलं वर्णमेलनम् अभवति तेष्टिज्ञातां तेष्टिज्ञुः तेष्टिज्ञाः तेष्टिज्ञातं तेष्टिज्ञात तेष्टिज्ञां तेष्टिज्ञाव तेष्टिज्ञाम धन्यवादः भगिनि अत्र अग्रे क्षम्यताम् इति अस्ति खलु महोदय वदति वा मणिमहोदय महोदय शिच इति अस्ति सिच् इति अस्ति आं से सिच् गतादेशन शकारस्य चित् भवति अनन्तरं तावदेव अस्ति सर्पलः वा कयः सर्क अत्र तु सर्पूर्वक्रयकयः इत्यस्य किमपि नास्ति कैकैवर्णः नास्ति इति कृत्वा केवलं प्रकारद्वित्वं भवति गुणयङ् इति अनेन से भवति सेषिच् अनन्तरं सेषिक् इति अस्ति अत्र गुणो भवति सेसेज् शेषेज् शेषेज् ति महोदय महोदय अत्र चकारस्य किमपि ब्रश ब्रश इति नास्ति ककारः भवति शेषे ति इति अनन्तरं शेषे तः तत्र अपि चोहोकुः कार्यं करोति सेषिक्तः सेचिच्छाति अनन्तरं सेषिच् अत्र अपि हल् वर्णः सि अधः चोहोकुः कार्यं करोति सेषिक् सि अनन्तरम् अत्र आदेशप्रत्ययः अपि कार्यं करोति अहं चिन्तयामि महोदय इति अनन्तरं अत्रापि पल्वर्णः अधः चुहोकुः सेषिक्तः सेषिक् त प्रोनौन्सियेशन् सम्यक् नास्ति क्षम्यतां महोदय वः सेसीच् मह अत्र चोहु न कार्यं भवति. अनन्तरं लोट् लहर वदामि वा? लोट् अन्यः वदतु महोदय. धन्यवादः. अरुणा भगिन्याः क्रमः अस्ति वा? लोट् तु अस्ति प्रत्यय गुण भवति. उक्तवती आसीत् खलु भगिनि एकवारं लोट् उक्तवती खलु? आं भगिनि. प्रथमपर्याये लोट् उक्तवती खलु? तर्हि सरला भगिनी वदति वा? अस्तु अस्तु. धातु अस्ति सेषिच्, सो पुनः गुण भवति सेषे सेषेच्, तदनन्तरं कोहोचु अनेन चकारस्य ककार भवति. सेचेक्तु इति भवति. से नाभ्यस्तनेन गुणनिषेध, सो सेचितु. से यत्र तात् अस्ति तत्र केवलं कोहोचु अनेन सन्धिकार्यं भवति, सो से चिक्तात्. तथैव से चिक्तां, से चिचतु, शेषचतु. यत्र हि अस्ति तत्र पुनः हु जल्भ्यो हेदि तस्य कारं भवति, सो हि स्थाने धी भवति. धी इति अस्ति तदनन्तरं झलाङ् झस् झसि अनेन चकारस्य स्थाने चकार आगच्छति. तत्र अपि कोहोश्चु जलिपदान्ते इति अस्ति खलु भगिनि? जलिपदान्ते तो धकार अस्ति, तो झलि अस्ति धकार साधु. अत्र कार्यं चोहोकु, अत्रापि कार्यं करोति साधु चोहोकु. आम् इति मन्ये भगिनि. धकारे परे चकारस्य स्थाने घकार आगच्छति तत्र. सो अत्र भवती से सेधि अनन्तरं जलां दृष्टि इत्यनेन घकारः अपि भवति. शेषेग्धि इति भवति. तदनन्तरं गुणकार्यं भवति शेषेक् गुणकार्यं गुणकार्यं न भवति खलु? हि परे ओ हि परे अस्ति साधु. सो शेषिग्धि इति भवति. शेषिग्धि तात् अस्ति तत्र केवलं चोहोकु अनेन शेषिक्तात् शेषिक्तं शेषिक्त पुनः गुणबाधितं भवति. सो शेषिच्छानि अत्र केवलं वर्णमेलनं कोहोचु तस्य प्रसक्ति नास्ति, अकारझलि नास्ति. शेषचाव शेषचाम इति भवति. धन्यवादः भगिनि. अरुणा भगिनी लङ्लकारम् प्रथमम् अडागम आगच्छति. अशेषिच् अस्ति, तकार अस्ति, गुण भवति अशेषेच् भवति. तकारलोपः हल्नाभ्युदीर्घादेन तकारलोपः भवति, पदसंज्ञा भवति. अत्रापि चोहोकुः इति सूत्रेण ककार आगच्छति भगिनि. अशेषेक् न तद् अदर् अन्यत् रूपमस्ति शेषिक् भावस्थाने इति सूत्रेण शेग् इति एव गुणकार्यं भवति खलु? ईत् अस्ति वर्णमेव गुणनिषेधः, वर्णमेलनम् अशेषिचोः ककार आगच्छति शेषिकीति कित् नाट् ईत् अशेषित् अशेषित् योगः किम् अस्ति, किं वदति अधुना? इत्युक्ते गुणनिषेधः भवति. अशेषित् शिखित् भवति. चकारस्य ककारः न भवति खलु? जलि पदान्ते नास्ति, चकारः एव, चकार एव अस्ति. पूर्वं तकारः भवति न, अत्र अल्याभिवृद्धिकस्य श्रुतिशब्दं तकारः लोपः भवति, अतः चौहोः न कार्यं करोति अत्र. पदान्ते कार्यं करोति खलु महोदय, दलिपदान्ते अस्ति, पदान्तकार्यं भवति महोदय. पदान्तकार्यम्, अस्तु अस्तु, धन्यवादः. समीचीनम् योगार्थम् अत्रापि गुणनिषेधः ककार आगच्छ चोः कुहति न अशेषिक्ताम् अशेषिक्ताम् अशेष उः उः चुः गुण भवति भगिनि, गुण न भवति अत्र उपादायम् अस्ति खलु, उपादायं तदेव वयं चिन्तितवन्तः. वर्णमेलनमेव शेषिचुः शेषिचुः मध्यम पुरुषे गुण भवति अशेषिच् योगः सकार लोपः भवति हल्याभ्युदीर्घसूत्रेण अशेषे चकार अपि खकार भवति शेषेच् शेषे शेक् भवति, शेक् भवति, अनन्तरं शेक् इति भवति जलां दर्शयन्ति, तद् अनन्तरं वावसानेन भवति. ईः अस्ति गुणनिषेधः अशेषिः करवसानिषेधसूत्रेण तम् अस्ति असे गुणनिषेधः अशेषिक्तम् अशेषिक्त अम् अस् गुण भवति अशेषि न वदति केवलवर्णमेलम् अशेषि अशेषिचम् अशेषे अशेषेचम् अशेषेच अत्र गुण न भवति वकार अस्ति चेत् अशेषिष्व अशेषिष्म. महोदय भगिनि अहं यदि पित् यद्यपि पित्तस्य अकारः अस्ति किल अजन्तस्य न गुणः भवति धन्यवादः भगिनि. विधिलिङ्गपि वदति वा भगिनि? वर्णमेलमेव शेषिच्छात् शेषिच्छातां शेषिच्छाचुः शेषिच्छाः शेषिच्छातं शेषिच्छात शेषिच्छां शेषिच्छाव शेषिच्छाव. धन्यवादः. सः लट्लकारं कः न कृतवान्? सर्वे कृतवन्तः वा? भवान् कृतवान् खलु महोदय, लट्लकारं करोतु महोदय तर्हि. धातुः व्रच्छ व्रक्ष्यति. आं महोदय, व्रच् धातुः कार्यं किम् इति वदति वावृश् अत्र कार्यं किम् अपि अस्ति, यङ्लुगन्तधातुनिर्माणं किं कथं भवति इति वदति वा महोदय? वृश्च वृक्ष इति द्वितं भवति संयोगो इति, अनन्तरं वा किम् अस्ति हल् वर्णः एव प्रथम आल्मार्न वयसि सूत्रम् अहं स्मृतवान् रेपस्य ऋकारः भवति वा प्रथमं? न भवति महोदय, रेपस्य ऋकारः न भवति, तत् लोपः भवति वावेव तिष्ठति अलादिशेषगत्यनेन अनन्तरं दीर्घकिटः इत्यनेन अकारस्य आ भवति वावृच्छति रूपं भवति अलादिशेषगत्यनेन वा एव तिष्ठति तदनन्तरं दीर्घ भवति दीर्घोपितः अकितस्य चेत् उपदावर्णस्य दीर्घः भवति इति उपदाकारस्य दीर्घः भवति वाव्रच् इति अङ्ग्लगन्धधातु अनन्तरं वाव्रच् योः ति अत्र व्रश्च बृज सृज मृज यजराज चषां बृजा चषां चः इत्यनेन शकारं भवति शकारस्य वाव्रश् अनन्तरं ति अस्ति अत्र शकारः अस्ति अतः स्तुनास्तुः इत्यनेन ति टि भवति वाव्रश् टि इति अनन्तरं वाव्रश् अनन्तरम् ईति इत्यस्य शकारः न भवति अहं न भवति अतः वाव्रजीति वाव्रजीति जकारः जकारः वाव्रजीति खलु भवति चकारः क्षम्यताम् अत्र तु जकारे चकारे अचुवर्णे परे किम् अस्ति जकारः न भवति खलु चकारस्य जकारः भवति खलु किमर्थं महोदय चकारः किमर्थम् इत्युक्ते अत्र जलाम्जशि इत्यस्य अचि अपि आगच्छति खलु अत्र तर्हि अजन्त इति वदामः अच् प्लस् अन्त अजन्त कथं भवति किमपि निमित्तं नास्ति परे खलु जल् परे नास्ति महोदय स्वरपि भवेत् दर्शं भवति स्वरं भवेत् वा वर्णं भवेत् वा अवसाने भवेत् दर्शं न किं वदामि न अजन्त इत्यस्मिन् अच् प्लस् अन्त इति अस्ति खलु तत्र जकारः कथं भवति इति तथा एव अत्रापि अस्ति खलु चकारः अन्ते अस्ति तदनन्तरम् अकारः अस्ति तर्हि जकारः भवेत् खलु तस्य महोदय अहम् एकवचने इति महोदय यदि अपि अजन्तम् अस्ति खलु अत्र अच्वर्णः अस्ति खलु परन्तु अत्र च नास्ति अत्र वाव्रच्छति चकार अन्ते तु चकारः अस्ति खलु महोदय वाव्रच् इति आं महोदय इकारः तु अचि अस्ति खलु स्वरः अस्ति खलु इकारः स्वरः आं तर्हि जकारः भवति खलु तत्र चकारस्य जकारः भवति अहं जानामि वा वदामि वा वाव्रज् इति वा अहं न जानामि वाव्रज् इति भवति जकारः भवति केन सूत्रेण इत्युक्ते चिन्तयन्ति अस्मि महोदय स्वरसन्धिसूत्रेषु जलान् दृश्यन्ति तस्य पदनिमित्तं किमपि नास्ति भवेत् ओ तत्र पदसंज्ञा भूत्वा वा भगिनी अत्र सन्धिकार्यं समासः इति कृत्वा वा समासः तु अजन्त इत्यस्मिन् अच् अन्तः यस्य सः इति कृत्वा अजन्त इति तत्र समासः इति कृत्वा तत्र जलाञ्जशौन्ते इति भवति वा अहं जानामि जलाञ्जशौन्तेः इति अस्ति वदन्तु अस्तु तर्हि तर्हि अत्र अत्र न भवति आं महोदय वर्णमेलनमेव अत्र अपदान्तकार्यमस्ति इति कृत्वा न भवति आमामाम् अत्र वावृच् इति रूपं महोदय वावृच् चकारः एव तिष्ठति वावृच् इति रूपं भवति वावृष् अत्रापि वृषभृश तत् कार्यं सूत्रं कार्यं करोति वावृष् चकारः चकारः भवति अनन्तरं स्नास्तुः टकारः वावृष्टः वावृच्छति अत्र मध्यपुरुषे वावृ तदपि हल्वर्णवादः वृषभृज सृजमृज यजराजभृज साम् इति सूचः इति सूत्रेण शकारः भवति वावृष् सि अस्ति अत्र शकारः षडः कः स्य महोदय वावृष् षडहोकहसि सकारः भवति सकारस्य अनन्तरम् आदेशे प्रत्ययः तेन षि अस्ति वावृक्षीति वावृक्षीति रूपं वावृषि वावृष् अत्रापि वावृष्टः वावृष्ट वावृष् मि वावृच्छीमि वावृच्छः वावृच्छः रूपाणि भवति महोदय यत्र सि अस्ति तत्र षडोकासि इति सूत्रेण प्रथमं वावृषयोग सि वावृषक्योग सि भवति साधु तदनन्तरं षडोकः इति न ककारः भवति अनन्तरं तदन् कथम् एक अन्यकार्यम् अपि कृतवती घकार कथम् आगच्छति ओ तत्र लङ्लकारे अस्ति साधु क्षम्यताम् अस्तु भगिनि अनन्तरं लोट्लकारे अन्य अपि भवति वा महोदय लट्लकरं कृतवान् खलु क्षम्यताम् आं महोदय लोट्लकरं सः न कृतवान् न न भवान् तु लोट्लकरं कृतवान् खलु इतः पूर्वं न कृतवान् वा मणिमहोदय अस्तु महोदय भवान् एव करोतु तर्हि लोट् अपि अत्र शकारः भवति वावृष् वावृष्टुः वावृच्छीत् तात् अत्रापि शकारः शब्दं भवति वावृष्टात् वावृष्टां वावृच्छत् अत्र षि अस्ति चकारः वावृच् महोदय अत्र वृक्षकार्यं करोति वा अथवा भूजव्योहेदीकारं करोति वा प्रथमं कृत्वा तदनन्तरं द्रष्टव्यं महोदय जलन्तधातुः अस्ति इति कृत्वा भूजव्योहेदी प्रथमं भवति तदनन्तरं किं भवति अधुना जलिपदान्ते एव अस्ति खलु तर्हि वृषभृष इत्यस्य पुनः कार्यमस्ति खलु नास्ति अस्ति इति कृत्वा तत्र शकारः भवति तदनन्तरं षडोः किं भवति तदनन्तरं शकारस्य किं भवति शकारस्य प्रभावेन डकारस्य डकारः भवति कृत्वा आम् आं तर्हि किं भवति वावृष् धी भवति. अत्र अनन्तरं षकारस्य डकारः भवति, वावृद्धि भवति. प्रयत्नं करोमि महोदय. वावृष् हि अस्ति औजल् व्यवहति इत्यनेन स्थाने दि आदेशः वावृष् प्रथमं तु वावृज् इत्येव आसीत्. वावृज् योगः दि इत्यस्मिन्नेव तत्रैव जल हूजल् व्युर्हेदि कार्यं करोति. अदे तदेव अहम् उक्तवान् वावृच् योः हि अत्र हूजल् व्युहदि इत्यनेन वावृज् दि. अनन्तरं जलां जषि इत्यनेन चकारस्य जकारः आदेशः वा कृते जकारः वावृज् हि न न चषाम् इति सूत्रेण शत्वं भवति वावृष् योः धि. इदानीं सकारस्य प्रभावेन डकारः भवति धि स्थाने. अनन्तरं शकारः धि अस्ति. अनन्तरं जलां झस् झसि इत्यनेन चकारस्य डकारः भवति. शकारस्य डकारः भूत्वा वावृड्डि. वावृड्डि डकारः कथं भवति? जष्ट्वं भवति खलु शकारस्य डकारः भवति. बट् परन्तु डि इति डि अस्ति अस्ति डि डि स्थाने डि आदेशः वा पूर्वमेव महाप्राणडकारः जातः खलु. महाप्राणधकारस्य महाप्राणढकारः जातः शृणष्टुः इति सूत्रेण. शृणष्टुः सूत्रेण स्मृतवान् समीचीनं. वावृड्डि इति रूपं भवति. अनन्तरं वावृष्टात् वावृष्टं वावृष्ट वावृच्छानि वावृच्छामः. धन्यवादः महोदय. लङ्लकारः सर्वे कृतवन्तः खलु. अहं करोमि तर्हि वावृष् योगः इति अस्ति. अधुना हल्न्याव्यो दीर्घसूत्रस्य अपृक्तं हल् इत्यनेन तकारस्य लोपः वावृष् इति भवति. तर्हि अधुना अडागम अवावृच् इति अवावृच् इति अस्ति. अत्र चोः कुः कार्यं भवति वा भवति खलु. चोः कुः कार्यं भूत्वा पदान् अत्रापि प्रथमं तस्य कार्यं भवति. आमामां चोः कुः प्रभागे एव तस्य कार्यं भवति इति कृत्वा शकारः भवति. तर्हि वावृष् भवति. वावृष् इत्यस्य जलां जशोन्ति इत्यनेन वावृड् भवति. अनन्तरं पदान्त वावसानि इत्यनेन वावृट् इति भवति. तर्हि वावृड् वावृट् इति रूपद्वयम् अवावृट् अवावृड् इति रूपद्वयम्. अनन्तरम् अवावृच् प्लस् ईत् इति अस्ति. तत्र तु केवलं वर्णमेलनं किं भगिनि न पूर्व पूर्व तु तदनन्तरं पृच्छामि. अवावृचि इति रूपम् साम् इति अस्ति. तत्र पुनः वृषभृष इत्यनेन तत्र किम् अस्ति शकारः आयाति. अनन्तरं शृणु इत्यनेन तकारस्य टकारः. तर्हि वावृष्टां वाव् इति रूपं. उः इति अस्ति केवलं वर्णमेलनं वावृचुः इति. अवावृचुः. धन्यवादः भगिनि. अवावृचुः मया अभ्यासः करणीयः. प्रतिदिनम् अग्रे गत्वा अवावृचुः सकारः अस्ति. तत्र पुनः हाल्न्याभिदीर्घसूत्रस्य प्रोक्तं हल्लोपः. अनन्तरं वावृच् इत्यस्य तु अत्र वृषभृष इत्यनेन वावृष्. अनन्तरं जलां जशोन्ते वावृड् वावसाने अवावृड् अवावृट् इति भवति. अनन्तरं ईः अवावृचीः इति. अनन्तरम् अवावृषीः इति. ताम् इति अस्ति नष्टुः इति न अवावृष्ट अवावृष्टम् अवावृष्ट अम् इति अस्ति केवलं वर्णमेलनं अवावृषम् अवावृष्व अवावृष्म इति अस्ति. भगिनी वर्गे महोदय अकृष्टव्यूह पाणिना परिभाषा तस्य कथं कार्यम् अत्र अत्र अस्ति? अत्र वदामि भगिनि. अत्र कुत्र अस्ति इत्युक्ते अत्र नास्ति, ब्रश् इत्यस्मिन् नास्ति. किम् अस्ति कुहोचु, यत्र कुहोचु अपि ब्रश ब्रश तत्र सः उक्तवान् ब्रश ब्रश इति विशेषसूत्रम् अस्ति. साक्षात् धातु उक्तः अस्ति तु तस्य कार्यम् एव भवति, कुहोचु न आगच्छति. किन्तु लक्ष्मी भगिनी किं चोहोकु अभ्यस्तकार्यमस्ति प्रतिपदोक्तत्वात् एतत् बलवत् भवति तावदेव. अत्र तु अकृतव्यूहः इत्यस्य कार्यं नास्ति. अकृतवर्णः किं कत्किमस्ति अकृतवर्णः? आमां तत्र किम् अस्ति इत्युक्ते एवं मन्ये व्रश ब्रश इत्यस्य अन्तिमचकारस्य शकारः भवति खलु. यदा शकारः भवति तदा तु पूर्वं यत् शकारः अस्ति खलु ब्रश् इत्यस्मिन् शकारः तालव्यशकारः अस्ति, तत्तु तालव्यशकारः भवति. यदा तालव्यशकारः भवति तदा तु अस्माकं सूत्रं किम् आसीत् किम् आसीत् यत्र तस्य सकारस्य पुनः लोपः भवति तत्र. किं सः उक्तवान् अहं न अवगतवती च इति सूत्रेण सकारस्य लोपः भवति. तर्हि यत्र यत्र तदेव अस्ति, यत्र अत्र किम् अस्ति अत्रापि अत्रापि भगिनि अत्र तु स्कोः इत्यनेन लोपः भवति, किन्तु अत्र तु अकृतव्यूहः पाणिनीयः इत्यस्य कार्यं नास्ति. अकृतव्यूहः पाणिनीयः इत्यस्य कार्यं कुत्र भवति इत्युक्ते अत्र सकारादिधातोः यत्र शकारादिधातोः सकारं जातं खलु अस्माकं प्रक्रियायां, तत्र एव भवति, तत्र एव अकृतव्यूहः पाणिनीयः. यत्र आदेश धातु आदेशः सः इत्यस्य कार्यं भवति तदा तु अकृतव्यूहः पाणिन्यः. प्रथमं तु अकृतव्यूहः पाणिनः इत्युक्ते इस् इक्वल् टु इति मनसि स्थापयन्तु. निमित्त अपाये नैमित्तिकस्य अपि अपायः इति अत्र निमित्त, किन्तु निमित्त अपाय नैमित्तिकस्य अपि अपायः इति सूत्रं नास्ति, किमस्ति परिभाषा अपि नास्ति इति कृत्वा केवलम् अत्र किम् अस्ति परिभाषा, साक्षात् परिभाषा नास्ति, काशिकायां कुत्रचित् उक्तम् अस्ति तावदेव इति कृत्वा एव तत्र परिभाषा इति न गण्यते, सूत्रमिति न गण्यते. तर्हि वक्तुं न शक्नुमः अनेन सूत्रेण, अनेन परिभाषया, अनेन वार्तिकेन इति वक्तुं न शक्यते इति कृत्वा अकृतव्यूहः पाणिनीयः इति सूत्रं किं वदति इत्युक्ते नशिष्यमाने निमित्ते सति तद् यत् नैमित्तिक नशिष्यमाने नैमित्तिक यत् भवति निमित्ते सति तस्य कार्यमपि नश्यति इति कृत्वा वयं न कुर्मः इति कृत्वा ष्टिब् इति किम् अस्ति सिच्यति शिच इति धातोः पूर्वमेव वयं तत्र षत्वं न कुर्मः इति. तिग इत्यस्मिन् वयं तु सकारस्य यद्यपि शकारस्य सकारः जायते इति कृत्वा अत्र तु शकारेण यत् ष्टुणष्टुः कृत्वा टकारं जातं तदपि न कुर्मः यत्र सकारः व्यूहः इत्यनेन. किम् अभवत् भगिनी प्रथमं रावृश्च अस्ति तत्र सा शकार इति सकारस्य स्थाने अस्ति संयोगाद्यो अनेन शकारस्य लोप कृत्वा तदनन्तरं संयोगान्तस्य चकारस्य लोप कृतवती. सो महोदय उक्तवान् इति साधु नास्ति, चिन्तनं सम्यक् अस्ति किन्तु साधु नास्ति. वावृष्यति अकृतवयुपाणिना इति उक्तवान्. अस्तु अहं सकारस्य षत्वं तु अकृतव्योहः पाणिनीयः इत्यनेन यत्र यत्र यत्र चकारः लुप्यते ष्टुनाष्टुः इत्यनेनैव शकारः भवति खलु सकारस्य शकारः तर्हि सकारस्य शकार शकारस्य पुनः सकारः तु तत्र अकृतव्यूहाः इत्यनेनैव भवति इति तदनन्तरं स्कोः संयोगाद्योरन्ते च इत्यनेन लोपः भवति सत्यं हा तत्र शकारः कुतः जातः इत्युक्ते ष्टुनाष्टुः इत्यनेन जातः खलु चकारस्य प्रभावेण तर्हि यत्र चकारः लुप्यते तदा तु चकारस्य शकारः भवति चकारः लुप्यते तदा तु तस्य प्रभावेन यत्र शकारः जातः शिव इति शकारः जातः तस्य कार्यमपि वयं न कुर्मः अकृतव्यूहः पाणिनीयः इति कृत्वा सकारः भवति तदा एव स्कोः सैन्यो अद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति अस्तु महोदय क्षम्यतां महोदय सरलाभगिनी वदति वा व्रश्य इति सकारं यदा सत्त्वं भवति अत्र सकारः अपि भवान् उक्तवान् किल चकारः नास्ति अथवा शकारः अपि नास्ति इति अकृतपाण्य सूत्रं तदेव तत्र सकारः लोपः भवति यत्र निमित्तमस्ति तदनन्तरं सकारस्य लोपः भवति स्कोः संयोगाद्योरन्ते चेत् न न स्कोः संयोग सूत्रं न कार्यं करोति एव यथा निमित्तं कार्यं तु यथा भवती उक्तवती भ्रष्टभ्रष्ट अनेन भवति कार्यं किन्तु तस्य समाधानं यथा अकृतव्यूपाणिना इति सर्वम् इति दत्तं किं वदामि इत्युक्ते सकारस्य लोपः शकारस्य लोपः चकारस्य एव स्थाने शकारः आयाति खलु महोदय अन्तिमचकारस्य स्थाने शकारः अधुना मध्ये यत् शकारः अस्ति तस्य का स्थितिः भवान् उक्तवती किल सूत्रं पाणिनीयः इत्यनेन लोपः किमपि न भवति अकृतव्यूहः पाणिनीयः किं वदति इत्युक्ते निमित्त अपायस्य नैमित्तिकस्य अपि अपायः इत्येव आशयः अस्ति निमित्तपाय अत्र किम् अस्ति चकारेण अत्र षत्वं जातम् आसीत् चकारेण शकारः न आगच्छति खलु केवलं षत्वं जातम् आसीत् तर्हि षत्वं नशिष्यति इति कृत्वा सकारः भवति सकारः सकारः तिष्ठति अधुना सकारस्य का स्थितिः वाव्र इस् इष् इति अस्ति अधुना तर्हि सकारस्य तु स्कोः संयोगाद्योरन्ते चेति लोपः भवति सूत्रं वदति किल भवान् तदेव न लोपः भवति किल तेन तेन लोपः किमपि न भवति महोदय तत्र लोपः तु किमपि न भवति केवलं चकारस्य सकारः भवति मूले तु सकारः एव अस्ति इति वदामः खलु सर्वत्र पठितवन्तः बलाबलचिन्तनविषये पठितवन्तः तस्मिन् वर्गे पठितवन्तः तत्र अस्ति अकृतवायुपाणिनः आं भगिनि तत्र एव दत्तम् अस्तु अहं पुनः पठामि तत्र तर्हि विरमामः वा अस्तु धन्यवादः धन्यवादः तावत्पर्यन्तं केवलं कृतवन्तः भगिनी अस्मि धन्यवादः धन्यवादः नमस्कारः क्लास् अगेन् धन्यवादः